कालव्यालमुखग्रासत्रास निर्नाशहेतवे श्रीमद्भागवतं शास्त्रं कलौकीरेण भाषितम्। पुनश्चैव सूतः स्पष्टीकरोति किं वक्तुम् उपक्रान्तः सः इति। कालो नाम व्यालः, कालो नाम सर्पः, तस्य मुखग्रासः, तस्य मुखेन ग्रासः नाम दशनम्। कालो नाम सर्पस्य मुखेन दंशस्य, त्रासः नाम भयं, भीतिः। तस्मात् तस्य निर्नाशः नाम तस्य नाशः। कालव्यालमुखग्रासत्रासनाश कालसर्पमुखदंश भीतिनाशहेतवे भीतिनाशकारणाय इति प्रथमार्धस्य अर्थः। श्रीमद्भागवतं शास्त्रं कलौ कीरेण नाम शुकमुनिना भाषितम्। कालात् परं गन्तुं भक्ताः इच्छन्ति, तदर्थं शुकमुनिना श्रीमद्भागवतमुक्तम् इति तात्पर्यम्।